अस्तु, न्यायवर्गे नाम नूतनन्यायवर्गे सर्वेषां पुनः स्वागतम्। एतावत् पर्यन्तम् अस्माभिः सप्तपदार्थेषु षड् पदार्थानां परिचयः प्राप्तः। ते च पदार्थाः के इत्युक्ते भावपदार्थाः, भावपदार्थानां परिचयः प्राप्तः इत्युक्ते द्रव्यम् इत्युक्ते किं, गुणः कः, कर्म इत्युक्ते किं, सामान्यं, विशेषः, समवायः इत्युक्ते किम् इति वयं ज्ञातवन्तः। गतवर्गे तु समवायस्य विषये वयं चर्चितवन्तः। तत्र वयं दृष्टवन्तः यत् समवायः इति पदार्थः यः अस्ति सः कश्चन सम्बन्धः अस्ति। अस्तु, समवायः तु एकः एव इति उक्त्वा समवायस्य निर्देशः कृतः आसीत्। तर्हि समवायः कुत्र कुत्र भवति इति चेत् अवयवावयविनोः मध्ये, न यथा घटघटकफालयोः मध्ये समवायः, गुणगुणिनोः मध्ये, द्रव्यमस्ति गुणवद्द्रव्यम् अपि च तस्मिन् रूपम् इति गुणः अस्ति इति चिन्तयतु, तयोः मध्ये समवायसम्बन्धः। नाम गुणः द्रव्ये वर्तते समवायसम्बन्धेन इति वक्तुं शक्नुमः। तद्वदेव घटः कपाले वर्तते समवायसम्बन्धेन इति वक्तुं शक्नुमः, तत्र अवयवावयविनोः समवायः इति। तदनन्तरं क्रियाक्रियावतोः समवायः, यथा वयं दृष्टवन्तः सर्पः अस्ति, सर्पे प्रसर्पणक्रिया अस्ति, तर्हि क्रिया सर्पे समवायसम्बन्धेन विद्यते, क्रियाक्रियावतोः समवायः। अनन्तरं जातिव्यक्त्योः समवायः, या कापि जातिः भवतु, घटत्वम् इति जातिः, घटत्वजात्यां प्रत्येकं घटः व्यक्तिः इति अस्ति, तर्हि घटः घटत्वम् अनयोः मध्ये समवायसम्बन्धः। तदनन्तरं विशेषः अपि च नित्यद्रव्यं, तयोः मध्ये अपि समवायसम्बन्धः वर्तते। नित्यद्रव्यम् इत्युक्ते परमाणुः अथवा आकाशादि नित्यद्रव्याणि, तेषु सर्वेषु विशेषः वर्तते खलु, तर्हि विशेषः नित्यद्रव्यं, तयोः समवायसम्बन्धः इति उक्त्वा समवायस्य निरूपणं कृतमासीत्। अद्य नूतनविषयः आगच्छति, अभावः इति, अभाववर्णनम् इति शीर्षकं सर्वे पश्यति वा, षोडशे पुटे पेज् 16 इति, तत्र पश्यन्तु सर्वे। केन आगतं नूतनतया अधुना? भगिनि, अहं सरला अस्मि, बहिः अस्मि, केवलं शृणोमि। अस्तु भगिनि, अस्तु, तर्हि आरभामहे। अभाववर्णनम् इति, विजी भगिनी पश्यति वा? आं भगिनि, पठामि? पठतु भगिनि। अभाववर्णनम्। एतावता उद्देशक्रमानुसारेण षड्भावाः निरूपिताः। अग्रे गच्छतु भगिनि। भावो नाम यः अस्ति इति प्रतीयते, यथा द्रव्यमस्ति, गुणः अस्ति, समवायः अस्ति, ते भावाः इति कथ्यन्ते। इदानीं यः नास्ति इति ज्ञायते, तम् अभावं परिशीलयामः। किञ्चित् भूफलम् अस्ति, तत्र घटो इति अस्ति, तदा एवं व्यवहरामः, अत्र भूतले घटः अस्ति इति। यदि घटः अपसारितः, तदा वदामः अत्र घटः नास्ति, घटः अस्ति इति व्यवहाराय भाषणाय घटः ज्ञातव्यः भवति। तथा घटो नास्ति इति वक्तुं कः ज्ञातव्यो भवति? स एव अभावः इत्युच्यते। एतावता उद्देशक्रमानुसारेण षट् भावाः निरूपिताः। वयं दृष्टवन्तः षड्भावाः षड्भावाः वयम् अधुना दृष्टवन्तः अद्य पर्यन्तं। द्रव्यगुणकर्म सामान्यसमवाय पर्यन्तं विशेषपर्यन्तं भावो नाम यः अस्ति इति प्रतीयते. अत्र भावस्य वर्णनं प्रतिपाद्यते. भावो नाम ये यत् वर्तते तस्य वर्णनं तस्य भावस्य भावः निर्दिष्टं वा निरूपितं. भावः नाम यः अस्ति. भावः नाम भावः नाम यः अस्ति, यः विद्यते, यः वर्तते, यः वर्तते. भगिनी भवती स्पीकर् मध्ये अस्ति वा? न, ध्वनि अस्ति. किञ्चित् ध्वनिः अस्ति. अस्तु, इदानीं तु इदानीं समीचीनम्. अपि च स्पीकर् इयर्फोन् किमपि अस्ति वा? इयर्फोन् मे इयर्फोन् मध्ये अस्मि. फ़ान् अस्तु, आगच्छति. अस्तु, चिन्ता नास्ति. अस्तु, अग्रे गच्छतु. किञ्चित् समीचीनम् अधुना. अस्तु, भावः नाम यः अस्ति इति विचारः. यथा द्रव्यमस्ति, गुणः अस्ति, द्रव्यं गुणः इत्यादि समवायः विशेषकपर्यन्तं भावः नाम अस्ति. ते भावाः इति कथ्यन्ते. तत्र किमपि नूतनं नास्ति. द्रव्यगुण इत्यादयः षड् भावाः इति कथ्यन्ते. अस्तु, द्रव्यगुण इत्यादयः भावः अस्ति इति कथ्यन्ते. अस्तु, अवगतम्. इदानीं यः नास्ति इति ज्ञायते तं भावं परिशीलयामः. इति अस्ति चेत् भावः इति प्रतीयते. अपि च न भावः न अस्ति इति अभावम् अभावम् इति नाम्ना परिशीलयामः. बहु समीचीनं भगिनि. किञ्चित् भूतलम् अस्ति, तत्र घटो यदि अस्ति तथा एवं व्यवहरामः. अत्र भूतले घटः अस्ति इति. घटः अस्ति घटः अस्ति इति चेत् अत्र भूतले घटः अस्ति इति वक्तुं शक्नुमः. भूतलं द्रव्यं, घटः तस्मिन् अस्ति इति चेत् घटः भूतले अस्ति इति ज्ञातवन्तः. यदि घटः अपसारितः तदा वदामः अत्र घटः नास्ति इति. अपसारितः इत्युक्ते अपरत्र घटः अपरत्र अस्ति अथवा घटः अत्र न अस्ति इति चेत् तदा वदामः अत्र घटः नास्ति इति. घटः अस्ति इति व्यवहाराय भाषणाय घटः ज्ञातव्यः भवति. तथा घटो नास्ति इति वक्तुं कः ज्ञातव्यो भवति? घटः अस्ति इति चेत् वयं वक्तुं शक्नुमः घटः अस्ति इति भावः नाम्ना वक्तुं शक्नुमः. प्रथमतया वार्ता का इति चेत् घटः अस्ति इति वदनात् पूर्वं किं ज्ञातव्यं भवति? घटः अस्ति वदनात् पूर्वं घटः अस्ति इति व्यवहाराय घटः ज्ञातव्यः भवति. घटकः ज्ञातव्यं भवति. तदनन्तरं घटः कुत्र अस्ति, घटः भूतले अस्ति इति ज्ञातवन्तः. अथवा घटः नास्ति इति वक्तुमपि वक्तुं किं ज्ञातव्यं भवति इति प्रश्नः. घटः नास्ति इति कथं ज्ञातव्यं? स एव अभावः इति उच्यते. घटः नास्ति इति वक्तव्यं चेत् स अभावः नाम्ना उच्यते. अस्तु वा भगिनि? सम्यक् भगिनि, इत्येव वार्ता. अस्तु, तर्हि नास्ति नास्ति इति वक्तुं तस्य वस्तुनः अभावः स्यात् इति ज्ञातव्यः भवति. सः एव अभावः. न्यायशास्त्रे अभावः इति नास्ति इत्यस्य सकारात्मकरीत्या वदनं, घटः नास्ति इत्यस्य वदनस्थले घटाभावः अस्ति इति वक्तुं शक्नुमः. बुद्धं? सः एव अभावः. नास्ति नास्ति समानपदम् अभावः इति वक्तुं शक्नुमः. किमपि नास्ति नास्ति अभावः, नास्ति अभावः. अभावः अपि कश्चन पदार्थः. बुद्धम् अभावः. बुद्धं, धन्यवादः. अस्तु, सम्यक् भगिनि. अस्तु, तदभ्यन्तरे केन केन आगतं, नामानि उच्यन्तम्. भगिनि नमस्ते, अहं सङ्गीता. सङ्गीता भगिनि, अनन्तरं सोरि ऐ जायिन्ट् लेट्. नमस्ते भगिनि, अजितः. अस्तु महोदय, भवतः गृहे ध्वनिः अस्ति. एकनिमिषम्. अस्तु, अनन्तरं श्रीवल्ली भगिनी इति भाति खलु. भगिनी इदानीं समीचीनं वा? हा, समीचीनं महोदय. श्रीवल्ली भगिनी अपि अस्ति अत्र. नमस्ते भगिनि. अस्तु, नमस्कारः भगिनि. समीचीनं, तर्हि अहं वयं षोडशपुटे स्मः. अभाववर्णनम् इति प्रथमपरिच्छेदः जातः. अस्तु, इतः अग्रे गच्छेम. तर्हि सुमित्रा भगिनी, अग्रिमपरिच्छेदं कृपया. क्षम्यतां भगिनि, सिक्स्टीन् भगिनि. अस्तु, सुमित्रा भगिनी अग्रे गच्छतु. अत्र व्यवहारे अपि अस्ति विशेषः. पात्रे अस्मिन् कियत् जलम् अस्ति इति पृष्टे अर्धमस्ति इति कश्चित् वक्ति. कश्चित्तु अर्धं पात्रस्य रिक्तमस्ति इति वक्ति. पात्रं तु तदेव, जलमपि तावदेव. तथापि कश्चित् अस्ति इति वदति, कश्चित् नास्ति इति वदति. तद्वदेव सर्वैः अभावमधिकृत्य भूतले घटो नास्ति इति उच्यते. न्यायशास्त्रे नास्ति इति अनुत्वा भूतले घटं घटाभावः अस्ति इति उच्यते. प्रयत्नं करोमि. तत्र विशेषः अस्ति. अत्र विशेषः, अत्र व्यवहारेपि अस्ति विशेषः इति उक्तं. विशेषः इत्युक्ते लौकिकविषये इति अस्ति व्यवहारः इत्यस्य कश्चन विशेषः अर्थः अस्ति न्यायशास्त्रे. व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः. पुनः शृण्वन्तु, ज्ञानजनकशब्दप्रयोगः. अपरेषां ज्ञानजननार्थं यदि अहं किमपि वदामि, सः अस्ति व्यवहारः. अस्तु, अस्तु भगिनि. यदा वयं व्यवहरामः, तत्र कश्चन विशेषः अस्ति इति वक्ति. अत्र विशेषः इति पदार्थः इति मा चिन्तयतु. अस्तु, अस्तु, विशेषः इति सामान्य अर्थः. व्यवहारे विशेषः अस्ति इति एव अर्थः, विशिष्टव्यवहारः इति. अस्तु, अवगच्छति. पात्रे यदा कियत् जलम् अस्ति इति वदामः चेत् रिक्तम् अर्धम् अस्ति, जलम् अर्धम् अस्ति इति विषयः. जलम् इत्युक्ते अपि तावदेव. कश्चित् न अस्ति, कोऽपि अस्ति तत्र इति. कोऽपि वदति अर्धमस्ति, अर्धम् अस्ति, कोऽपि वदति अर्धं न अस्ति इति. अभाव भावस्य भिन्न भिन्न पर्सेप्शन् डिफर्स्. तावदेव खलु भगिनि? तावदेव विषयः. तावदेव, कश्चित् तु अर्धपात्रस्य रिक्तमस्ति इति वदति, अर्धपात्रं पात्रे जलमस्ति, पात्रं तु तावदेव, जलमपि तावदेव. अस्तु, अन्तिमवाक्यमस्ति, न्यायशास्त्रे नास्ति इति अनुक्त्वा भूतले घटभावः, तद् नावगच्छति सम्यक्? हा अस्तु, कश्चित् नास्ति इति वदति, तस्मात् आरभ्य पठतु. कश्चित् नास्ति इति वदति, तद्वद्दैव सर्वैः अभावमधिकृत्य भूतले घटो नास्ति इति उच्यते. श्रूयते वा भगिनि? हा हा, वदतु भगिनि, किं बुद्धं तत्र? कोऽपि जनः वदति नास्ति इति, अभावम् अधिकृत्य घटः नास्ति इति कोऽपि वदति. हा इत्युक्ते सामान्यव्यवहारः खलु, कोऽपि वदति अस्ति, कोऽपि वदति नास्ति. आम्, जलो नास्ति इति यदा यथा कोऽपि वदति तद्वदेव. अभावम् अभावः इत्युक्ते न अस्ति इति. अभावं मनसि निधाय, अभावम् अधिकृत्य इत्युक्ते अभावं मनसि निधाय, अभावं दृष्ट्वा तेन आधारेण कोऽपि वक्तुं शक्नोति किं भूतले घटो नास्ति. भूतले घटो नास्ति, कोऽपि जनाः स्वीकृतवन्तः अभावः इति, अतः न अस्ति इति, घटे नास्ति इति वदन्ति. न्यायशास्त्रे पठामि वा? अग्रे गच्छतु. हा, न्यायशास्त्रे नास्ति इति अनुक्त्वा भूतले घटाभावः अस्ति इति उच्यते. न्यायशास्त्रे न अस्ति इति भावं स्वीकरोति चेत् घटस्य भावः अस्ति इति अर्थः इति वा? घटस्य अभावः, घटस्य अभावः इत्युक्ते न अस्ति. तदेव घटाभावः, तत्र सवर्णदीर्घ, घटः प्लस् घटः अभावः. अस्तु अस्तु, घटाभावः, सवर्णदीर्घसन्धि, घटाभावः. अस्तु, हा समीचीनं भगिनि, तावदेव अस्ति. न्यायशास्त्रे अभावः इति कश्चन पदार्थः नास्ति, नास्ति इति अनुक्त्वा सकारात्मकरीत्या घटाभावः अस्ति इति वदामः. अभावः इत्युक्ते नास्ति इत्येव सूचयति, परन्तु न्यायभाषा भाषायाम् एवम् अस्ति, अभावः अस्ति इति वदामः. अवगच्छति. अस्तु भगिनि, सम्यक्, इत्येव अभावः. अस्तु, तर्हि अभावस्य विषये बहु चिन्तनीयम् अस्ति, किन्तु स्थूलरीत्या अभावः इत्युक्ते कः इत्युक्ते एवमेव, नास्ति इत्यस्य व्यवहारार्थम् अभावः इति पदार्थः कल्पितः इति. अस्तु, कोऽपि प्रश्नः वा? अग्रे सरेम तर्हि. अस्तु, अग्रे रविमहोदय, कृपया. विरोधनिरूपणं भगिनि कुत्र पठावः? कोऽपि अस्ति वा नूतनतया? हा, पुष्पा अस्मि. पेज् 18, पेज् 17 भगिनि. अस्तु, सम्यक्. विरोधनिरूपणं, अयं घटाभावः घटस्य अभावः, अयं च घटे सति न ज्ञायते, घटे असति ज्ञायते, लोके हि एवं विधा स्थितिः विरोधः इति व्यवह्रियते. यथा नकुल अस्ति चेत् सर्पः न भवति, सर्पः अस्ति चेत् एव विद्मः अत्र नकुल नास्ति इति. वदतु महोदय, विरोधनिरूपणं, विरोधनिरूपणम् इति विषयः. अस्तु, तर्हि विरोधस्य परस्परविरोधस्य निरूपणम् अस्ति अत्र. अत्र कयोः मध्ये विरोधः भवति इति चर्चयामः. अस्तु, अधुना भावस्य अभाव आरम्भतः किञ्चित् प्रतिपादयतु अधुना. अयं घटाभावः, घटाभावः यत्र घटः नास्ति तत् तदा वयं इति घटाभावः इति उच्यते घट इति घटस्य अभावः अस्ति घटस्य नास्ति घटाभावः यदा घटः अस्ति तदा घटस्य अभावः न ज्ञायते यथा घटः नास्ति चेत् वयं घटाभावः इति उच्यते लोके यथा अस्मिन् अस्तु एकं वदामि पुनः पठन्तु खण्डशः वाक्यं पठित्वा प्रतिपादयन्तु तेन सर्वेषां साहाय्यं भवति भवतां मनसि अपि स्पष्टता भवति अस्तु तद् पठतु महोदय लोके हि एवंविधा स्थितिः विरोधः इति व्यवह्रियते व्यवहारे वयं इत्युक्ते विरोधस्य स्थितिः हा तत्र घटः अस्ति चेत् अभावः न ज्ञायते खलु घटः अस्ति चेत् घटः अस्ति इति ज्ञायते घटः नास्ति चेत् घटाभावः ज्ञायते तर्हि घटः अस्ति चेत् घटाभावः न ज्ञायते घटाभावः अस्ति चेत् घटस्य अस्तित्वं न ज्ञायते एवंविधा स्थितिः विरोधः इति व्यवह्रियते तत्र परस्परविरोधः प्रतीयते किल घटः अस्ति चेत् घटाभावः नास्ति घटाभावः अस्ति चेत् घटः नास्ति इति विरोधः खलु हा एवंविधा स्थितिः विरोधः इति व्यवह्रियते अस्तु अग्रे पठतु यथा नकुलः अस्ति चेत् सर्पः न भवति यदा नकुलः अस्ति तदा सर्पः न भवति यथा नकुलः सर्पं मारयति समीचीनं नकुलः इत्युक्ते मङ्गूस् इति इत्युक्ते परम्परारीत्या वयं कथायां दृष्टवन्तः खलु सर्पनकुलयोः युद्धं भूत्वा सर्पः मृतः भवति तदर्थम् अत्र सर्पनकुलौ वैरिणौ परस्परद्वेषः अस्ति विरोधः अस्ति अस्तु अग्रे महोदय सर्पः अस्ति चेत् सर्पः अस्ति चेत् एवं विद्मः यदा सर्प अस्ति तदापि तदपि नकुलः भवति किन्तु अत्र चेत् एवं विद्मः अत्र नकुलः नास्ति सर्पः अस्ति चेत् किं विद्मः विद्मः इत्युक्ते जानीमः विद् इति अस्तु इति कृत्वा तयोः मध्ये यथा परस्परविरोधः वर्तते तद्वत् घटः घटाभावः तयोः मध्ये अपि किं वर्तते विरोधः अस्ति हा परस्परविरोधः वर्तते घटघटाभावयोः मध्ये इति वार्ता बुद्धं वा अस्तु इतः अग्रे किञ्चित् करोम सभ्यमहोदयेन आगतम् इति चिन्तयामि खलु आं भगिनि नमस्कारः नमस्कारः महोदय अग्रे हा विजया भगिनी पठति वा आं भगिनी पठामि भगिनि हा पठतु भगिनि वद्यघटकभावरूपः विरोधः अयं विरोधः द्विविधः भवति वद्यघटकभावः सहनावस्थानम् अहेः नकुलस्य च विरोधः वद्यघटकभावरूपः तथा हि कुत्रचित् सर्पः अस्ति अत्र विरोधः द्विविधः वद्यघातक अभावः इति अस्ति. नकुलस्य च विरोधः सर्प अहेः इत्युक्ते तत्र सर्पः एव, सर्पे नकुलस्य च विरोधः. घातक वद्यघातक भावरूपः इति वदामः तत्र. तथा हि कुत्रचित् सर्पः अस्ति. समीचीनं भगिनि. तर्हि विरोधः विरोधः द्विविधः इति उक्तः अत्र. तर्हि तत्र द्विविधः इत्युक्ते कौ विरोधौ? वद्यघातकभावः एतत् वैरित्वम् अस्ति द्वयोर्मध्ये. एकनिमिषः तद् किम् अस्ति इति अग्रे पश्येम. अधुना सर्पस्य च नकुलस्य वध्यघातकभावरूपः तत्र किञ्चित् वदामि. वध्यः इत्युक्ते यस्य वधः भवति, यस्य मरणं वधं कर्तयति. हा, शृणोतु एकवारं. वध्यः इत्युक्ते यः यस्य मरणं भवति सः वध्यः. यः वध्यते, यस्य मरणं भवति सः वध्यः. घातकः इत्युक्ते यः मारयति, हननं करोति. हन् इति धातुः, तस्य ल् प्रत्यय योजयित्वा घातकः इति भवति. अस्तु, यथा गायकः नायकः तथा घातकः, यः मारयति, यः हननं करोति, सः घातकः. तर्हि सर्पस्य अपि च नकुलस्य, अहिः इत्युक्ते सर्पः, अहिः इति सर्पः. तर्हि अहेः इति का विभक्ति तत्र? षष्टिविभक्ति, एकवचनं. हा, बहु समीचीनं भगिनि. अहेः सर्पस्य च कीदृश विरोधः? वद्यघातकभावः, वद्यमारकः इति तत्र अस्ति खलु. एकः मारयति, यः मारयति घातकः, सः यः मरति, यः येन म्रियते सः वद्यः. अस्तु, अधुना चित्रं किञ्चित् परिशीलयतु भगिनि. चित्रे किम् अस्ति अधोभागे? प्रथमक्षणः सर्पः एव अस्ति, द्वितीयक्षणः सर्पः एव अस्ति, तृतीयक्षणः सर्पः अस्ति नकुलः अपि अस्ति, चतुर्थक्षणः सर्पः नष्टः नकुलः अस्ति, प्रथमक्षणः सर्पः एव अस्ति तत्र, द्वितीयक्षणः सर्पः एव तत्रापि सर्पः एव अस्ति, युद्धं नास्ति द्वयोर्मध्ये, तृतीयक्षणः सर्पः अस्ति नकुलः अपि अस्ति, अतः युद्धं द्वयोः मध्ये साध्यमस्ति तत्र, चतुर्थक्षणः सर्पः नष्टः इत्युक्ते सर्पः नकुलेन मारयति तत्र, मारकः नकुलः तत्र मारकः, नकुलः एव अस्ति तत्र, सर्पः नष्टः अभवत् इत्युक्ते सर्पः मृत्युः अभवत् तत्र. हा, बहु समीचीनं तावदेव. अस्तु, तर्हि सर्पः नकुलः, तत्र वध्यः कः, घातकः कः? मारकः कस्य तत्र नकुलः, नकुलः. घातकः नकुलः, सर्पः सर्पः वध्यः. बहु सम्यक्. अस्तु, वध्यघातकभावविरोधः. अस्तु, इतः अग्रे इतोपि किञ्चित् परिशीलयामः किमर्थं वध्यघातकरूपः इति वदति इति. अस्तु, सम्यक् भगिनि. अग्रे राधिका भगिनी अग्रे गच्छति वा? आम्, तथा च वध्यघातकभावरूपे विरोधे ययोः विरोधः वर्ण्यते, तयोः उभयोरपि कस्मिंश्चित् क्षणे काले एकत्र स्थितिः भवति. यथा प्रकृतोदाहरणे सर्पस्य नकुलस्य च तृतीयक्षणे एकत्र स्थितिः, एवम् एकेन अग्रिमक्षणे ततोपि अधिककालेन वा अपरस्य नाशः क्रियते. अयं विरोधः शास्त्रे वध्यघातकभावः इति प्रसिद्धः. तथा च वध्यघातकभावरूपे विरोधे ययोः विरोधः वर्ण्यते, तयोः उभयोरपि कस्मिंश्चित् क्षणे काले एकत्र स्थितिः भवति. वयं दृष्टवन्तः प्रथमक्षणे सर्पः एव आसीत्, द्वितीयक्षणे अपि सर्पः एव आसीत्, परन्तु तृतीयक्षणे सर्पः अपि आसीत्, नकुलः अपि आसीत्। तादृशम् एकक्षणे द्वयोः अपि स्तः इति इदानीं वदति। अनन्तरं यथा प्रकृतोद्धारणे सर्पस्य नकुलस्य च तृतीयक्षणे एकत्र स्थितिः, एवम् एकेन अग्रिमक्षणे ततोपि अधिककालेन वा अपरस्य नाशः क्रियते। दृष्टवन्तः चतुर्थक्षणे सर्पः नष्टः परन्तु नकुलः अस्ति। अयं विरोधः शास्त्रे वध्यघातकभावः इति प्रसिद्धः। समीचीनं भगिनि। तर्हि वध्यघातकभावः इति स्थले किं किं दृष्टम् अस्माभिः, तत्र वैशिष्ट्यं किम्? वध्यः घातकः अपि भवति, वध्यः अपि भवति, एकस्मिन् क्षणे द्वयोः अपि स्थितः, परन्तु अनन्तरं वध्यः गच्छति परन्तु घातकः तत्र। समीचीनम्, अस्तु। तर्हि इति वैशिष्ट्यमस्ति वध्यघातकभावस्थले एकस्मिन् श्रीवल्ली भगिनी किञ्चित् म्यूट् करोति वा, कश्चन ध्वनिः अस्ति। अस्तु, वध्यघातकभावस्थले तत्र तथा अस्ति, एकस्मिन् क्षणे एकस्मिन् काले द्वयोः विरोधिनोः अवस्थितिः अथवा स्थितिः अस्ति इति एकविध विरोधः इति मनसि भवेत्। अधुना सहानावस्थानरूपः विरोधः इति पश्येम, तत्र तत् कथं किञ्चित् भिन्नम् अस्ति, कथम् इति अग्रे पश्येम। शिवराम महोदय कृपया। आम् पठामि वा? सः अनावस्थारूपः विरोधः अभावस्थले, इतः एव पठनीयं न? सत्यं सत्यं। सः अनवस्था, सः अनवस्थानं नाम सः विरोधः यत्र उभयोः विरोधिनोः कस्मिन्नपि काले सः अवस्थानं स्थितिः न भवति इति अग्रिम अभावरूपस्थितिः अस्ति। अत्र ययोः द्वयोः उभयोः मध्ये अभावः अस्ति, तयोः महोदय अत्र अभावस्य विषयः नागतः, सहानवस्थानं नाम सः अनवस्थारूप नाम द्वयोः एकस्मिन् काले एव उपस्थितिः वा स्थितिः नास्ति, सः एकस्मिन् काले एव कस्मिन्नपि काले द्वयोः उभयोः भावस्थितिः नास्ति। बहु सम्यक् महोदय। अधुना किञ्चित् सहानवस्थानम् इति पदं किञ्चित् पृथक् कृत्वा विभज्य वदतु। सः अवस्थानं, सः अवस्थानं नाम स्थितिः वा भावः एकस्मिन् काले एव, सः नाम उभयोः स्थितिः एकस्मिन् काले एव भवेत्, तत् सः अवस्थानं। हा, नाम सः तत्र सः रामेण सह लक्ष्मणः गच्छति, तत्र रामः तथा लक्ष्मणः द्वयोः अवस्थानं वा स्थितिः एकस्मिन् एव काले तत्र अस्ति, उभयोः स्थितिः तादृशस्थितिः अत्र नास्ति। अनवस्थानम्, अनवस्थाव नाम एकः अस्ति चेत् अन्यतः नास्ति, अन्यत् अस्ति चेत् प्रथमः तत्र नास्ति। बहु सम्यक्, तत् नाम अवस्थानं, अनवस्थानम्, अनवस्थानं एकस्य स्थितिः नाम अन्यस्य अनुपस्थितिः। बहु समीचीनं महोदय, अस्तु। अधुना कोष्टकं विवृणोतु। अत्र प्रथमक्षणे घटाभावः अस्ति, द्वितीयक्षणे घटाभावः अस्ति, तृतीयक्षणे घटः अस्ति, चतुर्थक्षणे घटः अस्ति, नाम कोऽपि आसन्दः वा कोऽपि अन्य उत्पीठिका अस्ति चेत्, यदि वयं प्रथमक्षणे पश्यामः चेत् तत्र घटः तत्र नास्ति, किञ्चित् कालानन्तरं वयं तत्र घटः स्थापयामः चेत् तत्र वयं घटं द्रष्टुं शक्नुमः, तर्हि घटस्य स्थापनात् पूर्वं घटस्य तत्र अभावः आसीत्, घटस्य स्थापनानन्तरं तत्र घटस्य भावः अस्ति, नाम घटस्य अभावः तथा घटस्य भावः एकस्मिन् एव काले वयं द्रष्टुं न शक्नुमः, घटाभावः तथा घटस्य भावः द्वयोः स्थितिः सह अनवस्थानं स्थितिः अस्ति। घटस्य अभावः अस्ति चेत् घटः नास्ति, घटः अस्ति चेत् तस्य अभावः तत्र नास्ति। तर्हि उपरितनचित्रं पश्यतु, तत्र तृतीयक्षणे किम् अभवत्? तृतीयक्षणे घटः तत्र आगतः, उपरितनचित्रे तृतीयक्षणे किं किम् अस्ति? तृतीयक्षणे घटः अस्ति, सर्पः नकुलः तत्र पश्यतु, उपरितनचित्रे खलु तृतीयक्षणे किं भवति? सर्पः अस्ति, नकुलः अपि तत्र अस्ति, वद्यघातकभावे नकुलस्य तथा सर्पस्य उपस्थितिः समानकाले दृश्यते, दृश्यन्ते तत्र सर्पस्य तथा नकुलस्य समानकाले, किन्तु घट तथा घट अभावसमये तृतीयक्षणे केवल घटः तत्र दृश्यते, घटस्य अभावः तत्र न दृश्यते। इति मुख्य अंशः, प्रथम उदाहरणे सर्पः तथा नकुलः विरोधिनौ तत्र, द्वितीय उदाहरणे घटस्य भावः तथा घटस्य अभावः, घटः घटाभावः इति वदति, घटः तथा घटाभावः विरोधिना तत्र सन्ति, सः अनावस्थानं स्थितिमध्ये घटस्य अभावः तथा घटस्य भावः एकस्मिन् काले न दृश्यते तृतीयक्षणे। अस्तु, समीचीनं। किन्तु वद्यघातकभावे यः वद्यः तथा यः घातकः द्वयोः समानकाले दृश्यन्ते, स्थितिः दृश्यते। अस्तु, अग्रे स्थितिः दृश्यते वा? अग्रिमवाक्यं परिपूर्णं करोतु तत्र। यथा प्रकृतेः विविधेषु क्षणेषु घटः वा भवेत्, घट अभावः वा भवेत्, न किञ्चित् उभौ, अयमेव सः अनवस्थानरूपविरोधः इति उच्यते। यथा प्रकृतेः विविधेषु क्षणेषु, प्रकृते नाम प्रकृतिमध्ये, विविधेषु क्षणेषु घटः वा भवेत्, घट अभावः वा भवेत्, न कदाचित् उभौ, नाम भावः तथा अभावः एकस्मिन् काले एव समानकाले न विद्यते। अत्र घट केवल उदाहरणमस्ति, कोऽपि वयं पदार्थः वा द्रव्या वा किमपि वयं स्वीकुर्मः चेत् तस्य द्रव्यस्य भावः तथा अभावः उभौ एकस्मिन् काले एव न दृश्यते। समीचीनम्। इति एव सः अनवस्थानरूपविरोधः इति उच्यते। सम्यक् महोदय, तर्हि चित्रे किं प्रदर्शितम्? अपि च प्रकृते, एकनिमिषः, प्रकृते इत्युक्ते प्रकृतिः इति न, प्रकृतविषयः, प्रकृतविषयः इत्युक्ते यः विषयः प्रचलन् अस्ति, सम्प्रति प्रचलन् अस्ति। अस्तु, चित्रे किं दत्तम्? घटः विरोधः घटाभावः। एकनिमिषः महोदय, समापयतु। घटः प्रकृति इत्युक्ते सम्प्रति यः विषयः प्रचलन् अस्ति सः प्रकृति इति न, प्रकृतविषयः, तदर्थमेव प्रकृति इत्यस्य सप्तमी विभक्ति किं, सप्तमी विभक्तिरूपं? विजया भगिनी, प्रकृति एव न, सप्तमी विभक्तिरूपं किं? मुनिः, मतिः, तस्य सप्तमी विभक्तिरूपं किम्? प्रकृतौ, किन्तु तथा नास्ति खलु, अत्र प्रकृते इति उक्तम्, इत्युक्ते प्रकृतः इति चिन्तयतु, प्रकृतः विषयः इत्युक्ते अत्र सम्प्रति यः विषयः प्रचलन् अस्ति सः विषयः, तदर्थमेव प्रकृते इति रामशब्दवत् सप्तमी आगतं खलु रामे। अस्तु अस्तु महोदय, अत्र किञ्चित् घटः विरोधः घटाबहवः विरोधः. हा तत्र अर्थः कः? उपरि उपरि गामिनी शरः अस्ति खलु, तत्र अर्थः कः तस्य? घटः तथा घटः घटाभावः मध्ये विरोधः अस्ति. ऊर्ध्व ऊर्ध्वगामिनी शरे किं स्थापयामः वयं, किं पदं स्थापयामः? निष्ठा इति. हा घटनिष्ठविरोधः, घटनिष्ठः घटनिष्ठविरोधः घटाभावनिष्ठविरोधः. हा तस्य अर्थः कः इति चेत् घटे अपि विरोधः अस्ति, घटाभावे अपि अपि विरोधः अस्ति. घटे अधुना प्रश्नः अस्ति, घटे कं प्रति विरोधः अस्ति? घटे घटा अभावस्य प्रति विरोधः अस्ति. हा घटाभावं प्रति विरोधः, घटाभावं प्रति विरोधः अस्ति. घटाभावे कं प्रति विरोधः अस्ति? घटाभावे प्रति घटभावस्य प्रति विरोधः, घटं प्रति विरोधः तावत्, घटं प्रति विरोधः, घटं प्रति विरोधः. तर्हि घटे विरोधः अस्ति घटनिष्ठविरोधः, घटाभावे अपि विरोधः अस्ति घटाभावनिष्ठविरोधः इति वार्ता. उभयत्र विरोधः अस्ति तर्हि, हा इति मनसि भवेत्. अपि च अयं तु सहानावस्थानरूपविरोधः इति अपि मनसि भवेत्. विरोधस्य नामकरणं सह अनवस्थारूपः विरोधः. हा सम्यक्. अस्तु अत्र कोऽपि प्रश्नः वा कस्यचित्? अग्रे सरेम तर्हि. नूतनतया केन आगतम् अधुना? पुष्पा भगिनी. अस्तु भगिनी, एकः प्रश्नः अत्र ध्वनिः अस्ति, क्षम्यताम्. यदि घटस्य नाशः भवति तदापि अभावः इति एव वदामः वा? सत्यं भगिनि, इति अग्रे पश्येम, अग्रे आगच्छ एव विषये. अभावः अपि विविधाः चतुर्विधाः सन्ति, तत्र अयं विषयः आगच्छति. ओ अस्तु अस्तु, धन्यवादः. सम्यक् तर्हि. अस्तु इतः अग्रे गच्छेम. एतावत्पर्यन्तं स्पष्टता भवेत् सर्वेषां मनसि यत् घटे एकः विरोधः अस्ति घटाभावं प्रति, घटाभावे विरोधः अस्ति घटं प्रति. द्वौ अपि घटः घटाभावः द्वौ अपि परस्परविरोधिनौ इति मनसि भवेत्. अस्तु अधुना इतोपि तस्य विषये चिन्तनं भवति. सङ्गीता भगिनी, एका शङ्का वर्तते भगिनी. भवती नकुल इत्यस्य मुङ्गूस् इति भवती उक्तवती, मराठीभाषायां तु मुङ्गूस् शब्दः समीचीनमस्ति, अन्यभाषासु अपि तदेव शब्दः अस्ति वा? नकुल मुङ्गूस् इति आङ्ग्लभाषा एव खलु महोदय? आङ्ग्लभाषा वा? हा मराठीभाषायां तु मुङ्गूस् एव वदन्ति. ओ अस्तु, न जानामि. हा न जानामि स्म, अहं तु मङ्गूस् इति प्रायः आङ्ग्लभाषा एव इति चिन्तितवती. आङ्ग्लभाषायां मङ्गूस् एव, सत्यं मङ्गूस्. मराठीभाषायां तु मङ्गूस् एव वदन्ति. भारतीय अन्यभाषासु अपि तदेव शब्दः प्रायः भारतीयप्राणिः इति कृत्वा आङ्ग्लभाषाप्राणि इति. सत्यम्. अस्तु इतः अग्रे गच्छेम. सङ्गीता भगिनि. आं भगिनि, पठामि. प्रतियोगी अनुयोगी भावनिरूपणम्. अत्र निरूपणसौकर्याय घटे विद्यमानस्य विरोधस्य प्रतियोगिता इति संज्ञा कृता, अभावे विद्यमानस्य विरोधस्य अनुयोगिता इति संज्ञा. अत्र पूर्वं वयं दृष्टवन्तः इति घटस्य घट अभावस्य परस्परं विरोध विरोधभावः दृश्यते. अत्र एकैकस्य एक संज्ञा संज्ञा कृता, यत् विरोधभावः घटे विद्यमानस्य घटे यत् विरोधभावः दृश्यते तस्य नाम प्रतियोगिता इति संज्ञा. यत् घटाभावे विरोधभावः दृश्यते तस्य नाम अनुयोगिता इति संज्ञा कृता. समीचीनं भगिनि. हा सम्यक्. अत्र किमपि प्रश्नः वा? अग्रिमे पठामि वा? अग्रे पठतु, एकनिमिषं. तत्र घटनिष्ठप्रतियोगिता अभावनिष्ठ अनुयोगिता. घटनिष्ठप्रतियोगिता अभावनिष्ठ अनुयोगिता. सम्यक्. अस्तु अग्रे. इयं प्रतियोगिता अनुयोगिता च साकाङ्क्षा भवति. विरोधः प्रतियोगिता इत्युक्तौ कस्य इति नियमेन खलु प्रश्नः भवति, एवम् अनुयोगितायाः अपि ससम्बन्धिकत्वम्। अतः आदेयता अधिकरणता अधिकरणतयोः यथा निरूप्य निरूपकः भावः उच्यते तथा अत्रापि वक्तव्यः। इयं प्रतियोगिता अनुयोगिता च साकाङ्क्षा भवति। साकाङ्क्षा इत्युक्ते विस्मृतवन्तः इति भाति। साकाङ्क्षा इत्युक्ते अस्तु अग्रे पठतु, अग्रे पठतु किञ्चित्। प्रतियोगिता अनियोगिता मध्ये साकाङ्क्षा भवति। पूर्वं वयं दृष्टवन्तः किल साकाङ्क्षा भवति आधारता आदेयता मध्ये, आधारतायाः कः आदेयता इति, आदेयतायाः कः आधार इति साकाङ्क्षा, तादृशमेव अत्रापि। सत्यं, हा समीचीनं भगिनि, इत्येव अग्रिमवाक्ये विवृतम्। अग्रिमवाक्यं पठतु। विरोधः प्रतियोगिता इत्युक्तौ कस्य इति नियमेन खलु प्रश्नः भवति। प्रतियोगिता इति संज्ञा घटे विद्यमानस्य विरोधस्य कृता। प्रतियोगिता इति वयं इति उक्तः चेत् कस्य विरोधः कस्य प्रतियोगिता इति प्रश्नः उदेति। तादृशमेव अनियोगितायामपि कस्य अनियोगिता इति प्रश्नः उदेति। द्वयमपि सम्बन्धिकः भवति, अतः द्वयोः ससम्बन्धिकत्वं भवति द्वयोः मध्ये। इत्युक्ते प्रतियोगिता इति श्रुत्वा नियमेन कस्य इति भवति खलु। प्रतियोगिता अस्ति चेत् कुत्रचित् अभावः भवेत्, तर्हि कीदृश अभावः इति प्रश्नः उदेति, तदा अभावे विद्यमानविरोधः अनुयोगिता ज्ञातव्या भवति। एतत् सर्वं दृष्ट्वा तत्र अनुयोगितायाः प्रतियोगितायाः किमस्ति, ससम्बन्धिकत्वं भवति। समीचीनम्, अस्तु अग्रे बुद्धमिति भाति खलु। अधुना अधुना अवगच्छति खलु साकाङ्क्षा इत्युक्ते किम् इति। साकाङ्क्षा इति अस्तु। अतः आदेयता अधिकरणतयोः यथा निरूप्य निरूपकः भावः उच्यते तथा अत्रापि वक्तव्यः। यथा आधार आदेयमध्ये वयं निरूप्य निरूपकभावः पूर्वं दृष्टवन्तः, तादृशमेव अत्रापि दृष्टव्यम् इति उक्तः अत्र। समीचीनं, पुनः अद्यैव किञ्चित् पुनरावर्तनं कुर्मः। आधारः आदेयः आधेयता अधिकरणता अनयोः मध्ये वयं निरूपकनिरूप्यभावं दृष्टवन्तः, निरूप्यनिरूपकभावः इति तत्रैव भवति यत्र साकाङ्क्षौ द्वौ पदार्थौ स्तः अथवा ससम्बन्धिकौ द्वौ पदार्थौ यत्र स्तः तत्रैव निरूप्यनिरूपकभावः इति वदामः खलु। तर्हि प्रतियोगिता अनयोगिता अनयोः मध्ये अपि तथा अस्ति। अत्र चित्रे यत् अस्ति किल, हा तदेव अस्ति, अन्य कोऽपि करोतु चित्रम् इति। तर्हि धन्यवादः भगिनि। हा समीचीनं भगिनि, अत्र अजितमहोदय करोति वा चित्रम्। भगिनि श्रूयते वा? प्रथमं वा द्वितीयं चित्रद्वयमपि इत्युक्ते तृतीयचित्रे भागद्वयमस्ति खलु, तत् किञ्चित् विवृणोतु इति। अस्तु, तत्र तृतीयचित्रे घटः अभावः घटः, तत्र घटस्य अभावयोः मध्ये सम्बन्धः किम् इति तत्र निरूपणं भवति। तत्र यथा वयं पूर्वं कृतवन्तः, तत्र घटनिष्ठ प्रतियोगिता निरूपित अनियोगितावान् अभावः इति अभावस्य निरूपणं भवति, अथवा घटनिष्ठ प्रतियोगिता निरूपित अनियोगिताश्रयः अभावः इति। हा बहु समीचीनमस्ति महोदय, अस्मिन् सन्दर्भे अनुयोगितायाः विवरणं कथं भवति? अस्मिन् अनियोगितायाः विवरणं तत्र घटनिष्ठप्रतियोगितानिरूपित अभावनिष्ठ अनियोगिता इति अनियोगितायाः निरूपणं भवति. बहु सम्यक् अस्ति. सम्यक् अस्तु. तथा द्वितीयभागे घटस्य निरूपणं कथं भवति इति वयं पश्यामः. अभावनिष्ठ अनियोगिता निरूपित प्रतियोगिताश्रयः घटः अथवा प्रतियोगितायाः निरूपणम् अस्ति अभावनिष्ठ अनियोगिता निरूपित घटनिष्ठ प्रतियोगिता इति. समीचीनम् इति वार्ता. तर्हि यत्र यत्र सहसम्बन्धिकत्वम् अस्ति तत्र तत्र अवश्यं निरूपकनिरूप्यभावः विद्यते इति अस्माभिः ज्ञातव्यमस्ति. अस्तु, अग्रे पठतु महोदय. अग्रिमभागः अस्ति खलु, किञ्चित् वाक्यद्वयं तत्र. अस्तु, घटनिष्ठ प्रतियोगिता निरूपित ततः एव खलु, अथवा तदेव भवान् उक्तवान् एव, केवलं पठतु इति. घटनिष्ठप्रतियोगितानिरूपित अनियोगिता अनियोगिताश्रयः अभावः. अभावनिष्ठ अनियोगितानिरूपित प्रतियोगिता प्रतियोगिताश्रयः घटः इति वक्तव्यम्. अयमेव सङ्ग्रहे वक्ष्यमाणेषु अभावेषु अत्यन्ताभावः इति निर्दिष्टः. इदानीम् अभावस्य निरूपणम् अस्ति, कथम् अभावं वक्तव्यम् इत्युक्ते अभावनिष्ठ अनियोगितानिरूपित क्षम्यतां घटनिष्ठप्रतियोगितानिरूपित अनियोगिताश्रयः अभावः इति वक्तव्यम्, अथवा अभावनिष्ठ अनियोगितानिरूपित प्रतियोगिताश्रय घटः इति घटस्य निरूपणम् इति वक्तव्यम्. अत्र अभावः अत्र अभावस्य नाम अस्ति अत्यन्ताभावः इति. समीचीनं. वयं जानीमः तत्र अभावस्य चतुर्विधः अभावः इति वयं जानीमः, वैविध्यम् अस्ति. अग्रे उच्यते अत्र यत् प्रदर्शितं महोदयेन, घटनिष्ठप्रतियोगितानिरूपितानुयोगिताश्रयः अभावः, तादृश अभावः अत्यन्ताभावः इति उच्यते. अस्तु, एतावत्पर्यन्तं स्पष्टता अस्ति वा सर्वेषां मनसि? तर्हि भगिनी प्रश्नः अस्ति, यत्र अस्ति इति वदामः तत्र प्रतियोगिता भवति, यत्र नास्ति इति वदामः तत्र अनियोगिता भवति, तादृशसम्बन्धः भवति इति सत्यं वा? अभावे अनियोगिता. अभावः किं सूचयति? नास्ति इत्येव सूचयति इति सत्यमेव. अपि च अनुयोगिता प्रतियोगिता विरोधस्य नामकरणं. प्रतियोगिता अपि एकविधविरोधः, अनुयोगिता अपि एकविधविरोधः. तर्हि घटाभावस्य प्रतियोगिता घटे अस्ति, एवं विपरीतरीत्या वक्तव्यं चेत् कथं वक्तव्यं? घटाभाव अभाव अभावे अस्ति इति वा? घटाभावं प्रतियोगिता घटे अस्ति इति समीचीनम्. अधुना घटं प्रति अनुयोगिता घटाभावे अस्ति इति वक्तुं शक्यते. ओ अस्तु. यतोहि अनुयोगिता अपि विरोधः. यदा वयं वदामः घटं प्रति विरोधः घटाभावे अस्ति इति, तस्य विरोधस्य नाम एव अनुयोगिता. तावदेव. अस्तु भगिनि, धन्यवादः. अस्तु, तर्हि सर्वेषां मनसि स्पष्टता अस्ति वा अस्य विषये? कोऽपि प्रश्नः? अस्तु, तर्हि अनेन अस्माभिः सप्तपदार्थाः अवलोकिताः. अस्तु, अग्रे अभावस्य विषये इतोपि किञ्चित् वक्तव्यं भवति, किन्तु अद्य अहं चिन्तितवती. पश्यन्तु, तत्र अष्टादशपुटपर्यन्तं पृष्ठपर्यन्तं वयम् आगतवन्तः. इतः पूर्वं बहु किमपि अस्माभिः अधीतं खलु. तर्हि इतोपि किञ्चित् पुनरावर्तनरीत्या, स्थूलरीत्या सप्तपदार्थानां विश्लेषणं पश्यामः इति अहं चिन्तयामि. अस्तु, एकवारं पुनरावलोकनमपि भवति इति कृत्वा. तर्हि कृपया सर्वे प्रथमपुटं प्रति गच्छन्तु. पश्यन्ति वा प्रथमपुटम्? आम् आं भगिनि. अस्तु, प्रथमपृष्ठे तत्र सभ्यमहोदय, तर्हि हा एतत्तु वयं दृष्टवन्तः प्रथमपृष्ठे किं न्यायशास्त्रस्य परिचयरूपेण वयं दृष्टवन्तः यत् जगति अनेकानि वस्तूनि सन्ति, अनेकेषां वस्तूनां विवरणं दुःशकमस्ति अथवा सर्वविधानां वस्तूनां ज्ञानं दुःशकमस्ति. अतः किं कृतवन्तः नैयायिकाः इत्युक्ते श्रेणीकरणं कृतवन्तः वस्तूनाम्. अस्तु, सप्तपदार्थाः, नवद्रव्याणि इत्यादिकं कृतवन्तः. तर्हि एवं करोतु महोदय, तत्र अन्तिमवाक्यमस्ति खलु, अतः किञ्चन वस्तु तत् पठतु, तदारभ्य. आं भगिनि, अतः किञ्चन वस्तु यत् बहुषु वर्तते तदादाय तेषां ज्ञापनाय पूर्वाचार्यैः यत्नः कृतः. यथा यथा अत्र चित्रं दत्तमस्ति अथवा अग्रिम चित्रे किमस्ति इति पश्यतु. चित्रे समीचीनं. हा, चित्रे किं दत्तमस्ति अत्र, यत् स्थूलाक्षरे लिखितमस्ति चित्रस्य अधोभागे, तत्र नवद्रव्येषु तत्र श्रेणिः कृतः. पृथिवी अस्ति, जलमस्ति, तेजः अस्ति, वायुः, आकाशः, कालः, दिक्, आत्मा, मनः इति अत्र दत्तमस्ति. एवं तस्य उपरि यत् दत्तमस्ति, ते सर्वे द्रव्ययोः गुणाः इति, पृथिवी अस्ति, पृथिवी तस्य गुणः अस्ति गन्धः, जलमस्ति तस्य गुणः शैत्यं, तेजः औष्ण्यं, वायुः स्पर्शः, आकाशः शब्दः, एवं कालः दिकात्मा मनः, तस्य गुणः अस्ति संख्या. एवम् अत्रापि द्रष्टुं आत्मनः ज्ञानम् इति प्रदर्शितम्. क्षम्यतां, आत्मा इति अस्ति गुणः ज्ञानं. क्षम्यतां, समीचीनम्. अत्र एवमपि दत्तमस्ति, अत्र नित्यद्रव्यम्, अनित्यद्रव्यम् अथवा विभुद्रव्यम्, अत्र पृथिवी, जलं, तेजः, वायुः, एकश्रेणी एवं द्वितीयश्रेणी अस्ति आकाशः, कालः, दिकात्मा, मनः. आकाशः, कालः, दिकात्मा, मनः इति विभुद्रव्यम् इति वक्तुं शक्यते. इति समीचीनं महोदय. तर्हि एकं वाक्यं पठितं खलु भवता, किञ्चन वस्तु यत् बहुषु वर्तते तदादाय पूर्वाचार्यैः. तादृशवस्तु किम्? क्षम्यतां, तत् न उक्तवान्, समीचीनम्. अतः किञ्चन वस्तु यत् बहुषु वर्तते तदादाय तेषां ज्ञापनाय पूर्वाचार्यैः यत्नः कृतः. यत् बहुषु वर्तते, यत् बहुषु वर्तते, एवं करोतु, ततः गुणः, गुणः बहु समीचीनं. गुणः इति वक्तुं शक्यते, इत्युक्ते पृथिवी वदामः तर्हि बहु द्रव्यम् एवम् अस्ति, तस्य नाम पृथिवी इति वक्तुं शक्यते. जलमपि बहु प्रकारकः अस्ति. तत्र वार्ताका इति अस्तु. अग्रिमपृष्ठे वाक्यद्वयं पठतु, वाक्यत्रयम्. एतानि नववस्तूनि गृह्णीमः. एतानि नववस्तूनि गृह्णीमः, तेषु सर्वत्र कश्चित् गुणः अवश्यं वर्तते. गुणः इति वस्तु पृथिव्यां, जले, तेजसि इत्येवं सर्वेषु वस्तुषु वर्तते इति गुणः अनुगतं वस्तु अथवा पदार्थः. इदानीम् अत्र चित्रे वयं दृष्टवन्तः, तत्र नववस्तूनि इति दत्तमस्ति. तर्हि सर्वत्र प्रति एकेषु द्रव्येषु एकः कश्चित् गुणः अवश्यमस्ति. अत्र अत्रापि दत्तमस्ति गुणः के इति. द्वितीयवाक्यमस्ति, तृतीयवाक्यमस्ति, गुणः इति वस्तु पृथिव्यां, जले, तेजसि इत्येवं सर्वेषु वस्तुषु वर्तते इति गुणः अनुगतं वस्तु अथवा पदार्थः। हा गुणः किम् इत्युक्ते सर्वेषु द्रव्येषु एकमेकं गुणः इति अत्र दत्तमस्ति, सर्वेषु वस्तुषु। एवं गुणः अनुगतं वस्तु अथवा पदार्थः इति वदामः। गुणः कीदृशः वदामः इत्युक्ते अनुगतं वस्तु अथवा तस्य नामकरणम् अत्र पदार्थः इति दत्तमस्ति। गुणः अनुगतम्, अनुगतम् इत्युक्ते अन्तर्गतम्, अन्तर्निहितम्। अस्तु, गुणः यत्र वर्तते तादृशः एकः पदार्थः स्वीकृतः। गुणः बहुषु वर्तते, पृथिव्यां, जले, तेजसि इत्यादिषु वर्तते। अस्तु, तर्हि गुणः यत्र यत्र वर्तते तादृशपदार्थस्य नाम किम्? तादृशपदार्थः इति वक्तुं शक्यते खलु? पदार्थः इति अवश्यं वक्तुं शक्यते, किन्तु अग्रे पठतु। अतः अतः तम् आदाय एते एव नवपदार्थाः द्रव्यमिति संज्ञा लभन्ते। हा, द्रव्यमिति वदामः। यस्य यत्र गुणं वर्तते तत् किम् इत्युक्ते तत् द्रव्यम् इति, तत् संज्ञा इति अस्ति। हा, समीचीनं महोदय। नाम यद् बहुषु वर्तते, यद् गुणः इति बहुषु वर्तते, तम् आदाय, तस्य आधारेण यत्र यत्र गुणः तत् सर्वं द्रव्यम् इति संज्ञां दत्त्वा एकां श्रेणीं निर्मितवन्तः नैयायिकाः। एवमेव कृत्वा अन्ये अपि पदार्थाः आगताः इति वयं परिशीलितवन्तः एतावत्पर्यन्तम्। अस्तु, एवं सप्तपदार्थाः इति विभागः जातः। अस्तु, हा समीचीनं। तर्हि इतः अग्रे तत्र गुणः इति द्रव्यमस्ति, तद्वदेव एकमेकं विशेषं गृहीत्वा यत् कुत्रचित् वर्तते चेत् एकमेकं एकामेकं संज्ञां दत्तवन्तः नैयायिकाः। एवमेव सप्तपदार्थाः इति आगताः इति वयं दृष्टवन्तः। अत्र श्रीवल्ली भगिनी पठितुमिच्छति वा अग्रे? अस्तु, मुरळीमहोदय पठितुमिच्छति वा वात्स्यायनभाष्यादिग्रन्थेषु इति? पठामि भगिनि। I will make an attempt, Bhagini. Asu Bhagini, asu ek nimsha Murali mahodaya patatu anantaram bhavati praya. Asu Murali mahodaya vatyayana bhashyadi granthesu iti drupashyati tatra. Kripaya bhashya bhashyadi granthesu evam varnayanti prathamah uddeshah tatah lakshanam tatah pariksha iti उद्देशो नाम नाम निर्देशः द्रव्यम् इति कथनं गुणः इति कथनम् अत्र द्रव्यं कथं ज्ञानत्वयम् इति न निरूप्यते केवलं संज्ञा उच्यते अतः अयम् उद्देशः केन वस्तुना द्रव्यं ज्ञातव्यं गुणेन यत्र गुणा तद्द्रव्यम् इति कथं द्वितीयं तदेव लक्षणम् इति उच्यते गुणा गुणः इति पदार्थे द्रव्ये वर्तते न वा अस्ति चेत् सर्वत्र वर्तते न वा इत्यादि विचारः परीक्षां तया च परीक्षया विचारः परिपूर्णः भवति तत् सङ्ग्रहे उद्देशभागः लक्षणभागः इति द्वयमेव वर्तते न तु परीक्षाभागः। एकनिमिषं महोदय, तावत् पर्यन्तं किं बुद्धम्? वात्स्यायन भाष्य ग्रन्थेषु एवं वर्णयन्ति अस्तु, चिन्ता नास्ति, अन्य कोऽपि प्रयत्नं करोतु। केवले भगिनी प्रयत्नं करोति वा किम् अवगतम् इति वक्तुम्? ओके, ऐ मे नाट् बि एबल् टु कम्युनिकेट् इन् संस्कृतं. यथा गुणः एवं द्रव्यं वयं पठितवन्तः. किञ्चित् म्यूट् करोतु महोदय कृपया. येन वदन्ति म्यूट् कुर्वन्तु. अस्तु, ये केऽपि न वदन्ति म्यूट् कुर्वन्तु. अस्तु श्रीवल्ली भगिनि. I'll attempt to speak in Sanskrit, but I may not be able to communicate, but I will try. Yatha vayam gunaha evam dravyam iti patitavantaha, tatha anya bhashya bhashya karyopi उद्देशः लक्षणम् एवं परीक्षा इति परिभाषा दे प्रपोस्ड् दिस् टर्मिनालजि. तत्र प्रथमतया सर्वेषां न्यायग्रन्थानां त्रयः भागाः वर्तन्ते. त्रयः भागाः, उद्देशभागः, लक्षणभागः, परीक्षा. लक्षणभागः एवं परीक्षाभागः. उद्देशः तर्कसङ्ग्रहे उद्देशः इत्युक्ते संज्ञामात्रं. नाम्ना निर्देशः तावदेव. नाम्ना सङ्कीर्तनं, नाममात्रेण सङ्कीर्तनं. द्रव्यम् इत्युक्ते तस्य कथनं केवलं. नवद्रव्याणि इति वदनं, गुणः चतुर्विंशतिगुणाः इति वदनं, तदेव नामनिर्देशः. अस्तु, इति उद्देशभागः. लक्षणभागः इत्युक्ते किम्? लक्षणभागः इत्युक्ते किं किं गुणं गुणमस्ति फार् अ पर्टिक्युलर् पदार्थ. वाट् गुणास् वाट् अट्रिब्यूट्स् एक्सिस्ट् फार् अ पर्टिक्युलर् वस्तु. एतत् लक्षणं सत्यं. द्रव्यम् इति वदामश्चेत् केन कारणेन द्रव्यम् इति वदामः? गुणः अस्ति अतः द्रव्यम् इति द्रव्यस्य लक्षणम्. तादृशपरिशीलनं भवति लक्षणभागे. उद्देशभागे केवलं नाम्ना निर्देशः. लक्षणभागे इतोपि किञ्चित् परिशीलनं भवति, विशदरीत्या विश्लेषणम् इति लक्षणभागः. परीक्षाभागे पुनः किं वर्तते इति चेत्, अस्तु द्रव्ये गुणः अस्ति चेत् गुणः सर्वत्र अस्ति वा द्रव्ये, अथवा एकत्रैव अस्ति वा इति इत्यादिकं परीक्षाभागे अस्ति. अपि च तर्कसङ्ग्रहे कियन्तः भागाः सन्ति भगिनि? उद्देशभागः एवं लक्षणभागः सन्ति, परीक्षाभागः नास्ति. हा, उद्देशभागः लक्षणभागः एव स्तः तर्कसङ्ग्रहग्रन्थे. परीक्षाभागः एव स्तः. परीक्षाभागः इति एव अस्ति. अपि च विद्याधरी इति ग्रन्थः तर्कसङ्ग्रहस्य व्याख्या, तर्कसङ्ग्रहम् अधिकृत्य व्याख्या लिखिता अस्मिन् विद्याधरी ग्रन्थे. अतः अत्रापि वयं केवलं उद्देशभागम् अपि च लक्षणभागं परिशीलयामः. परीक्षाभागः अत्र न परिशील्यते अस्मिन् ग्रन्थे इति वार्ता अस्ति. अस्तु, इति कश्चन परिचयः ग्रन्थस्य विषये, न्यायशास्त्रस्य विषये. वयम् आरम्भे एव दृष्टवन्तः, पुनरावलोकनरीत्या अत्र प्रदत्तम् अस्ति. अस्तु, इतः अग्रे किञ्चित् हरेम. पुष्पा भगिनी अस्ति वा? भगिनि, अहं तु कान्ट् पार्टिसिपेट्. अस्तु, जगन्नाथ महोदय, शक्यते चेत् अग्रे पठतु महोदय. तर्हि इतः अग्रे उद्देशभागः, तत्र सप्तपदार्थानां निर्देशः कथं कृतम् इति. उद्देशभागः लक्षणम् अस्तु. अग्रिमप्रश्ने द्रव्यगुर्म द्रव्यगुण कर्म सामान्यविशेषसमवायाभावाः सप्तपदार्थाः. द्रव्यं गुणः कर्म सामान्यं विशेषः समवायः अभावः इति सप्तपदार्थाः. तत्र पदार्थोद्देशे नामनिर्देशे आदौ द्रव्यं निर्दिष्टं. कुतः? यतः इतरे सर्वेपि द्रव्यम् आश्रित्य तिष्ठन्ति. अस्तु, एतस्मिन् वाक्ये, पूर्वस्मिन् वाक्ये द्रव्यगुणकर्म सामान्यम् इति तत्र द्रव्यं सर्वप्रथमं किमर्थं लिखितं महोदय? प्रथमतया तेन वाक्येन किं निर्दिष्टमस्ति? द्रव्यमेव अन्य सर्वेषां कृते आधारं भवति इति उद्देशग्रन्थे नाम्ना निर्देशः इति वयं दृष्टवन्तः. अत्र अस्मिन् वाक्ये यद् स्थूलाक्षरैः अपि च इटालिसैस्ड् अस्ति, तस्मिन् वाक्ये कस्य निर्देशः जातः? पदार्थानां निर्देशः जातः. हा, बहु समीचीनं. पदार्थानां निर्देशः जातः. कति पदार्थाः सन्ति लोके? सप्तपदार्थाः सन्ति लोके. ते च के? ते द्रव्यं गुणः कर्म सामान्यं शेषः समवायः अभावः इति सप्तपदार्थः. एते सप्त उद्देशं भूत्वा तर्हि अनन्तपदार्थ यत् लोके सन्ति तेषां सर्वेषां कृते अवगमनं सरलरीत्या भवितुं शक्नोति इति तेषाम् उद्देश्यः भवति. इत्युक्ते जगति यावन्तः पदार्थाः सन्ति ते सर्वे एषु सप्तसु श्रेणिषु कुत्रचित् अन्तर्भूताः भवन्ति इति. यत्किमपि स्वीकरोतु जगति, तद् द्रव्यं भवति, गुणः भवति, अथवा कर्म भवति, अथवा सामान्यं भवति, अथवा विशेषः, अथवा समवायः, अथवा अभावः. यत्किमपि जगति अस्ति आसु श्रेणिषु अन्तर्भूतं भवति इति. अस्तु, अन्ततो गत्वा द्रव्यस्य निर्देशः प्रथमतया कृतः. किमर्थम् महोदय वदतु, किमपि पठति चेत् उच्चैः पठतु, सर्वे शृणुयुः. अस्तु, द्रव्यमेव अन्य सर्वेषां पदार्थानाम् आधारः भवति इति कारणात्. हा, समीचीनं. द्रव्यमेव सर्वेषाम् आधारः. यथा वयं दृष्टवन्तः, द्रव्ये सर्वं स्थातुं शक्नोति. द्रव्ये द्रव्यं भवितुम् अर्हति, द्रव्ये गुणः भवति, द्रव्ये कर्म भवति, सामान्यमपि द्रव्ये भवति, विशेषः अपि द्रव्ये, समवायः अपि द्रव्ये, अभावः अपि तत्र भवति इति कृत्वा सर्वे अन्ये पदार्थाः द्रव्यम् आश्रित्य तिष्ठन्ति इति कृत्वा द्रव्यम् इति पदं प्रथमतया निर्दिष्टम् इति अत्र उक्तमस्ति. अस्तु, इतः अग्रे गत्वा, समीचीनं महोदय, इतः अग्रे गत्वा कश्चन मुख्यसिद्धान्तः आधाराधेयभावव्यवस्थापनम् इति वयं दृष्टवन्तः. यतोहि वयं वारं वारं वदामः, सभ्यमहोदय यद् चित्रं प्रदर्शितवान् तत्र द्रव्यम् अस्ति, द्रव्ये गुणः अस्ति. इत्युक्ते द्रव्यम् अधिकरणं, गुणः आधेयः. अनेन ज्ञातुं शक्नुमः यद् न्यायशास्त्रे आधाराधेयभावस्य कश्चन महत्त्वम् अस्ति इति. अस्तु, तस्य विषये किञ्चित् स्थूलरीत्या अग्रे परिशीलयामः. तत्र विजय गोविन्दराजन् भगिनी इति अग्रे पठति वा? अग्रे पठति वा? पठामि भगिनि. आधार आधेयभावव्यवस्थापनम् अत्र इदं कल्पयामः. आसनं प्राणि इति, तर्हि तत् आसनम् इदं चिन्तयेत्, अहं यज्ञदत्तस्य भारं वहामि. अहम् इयं भारवहनस्य चिन्ता एव अधिकरणता आधारता इति वा उच्यते. यज्ञदत्तः, पठामि अग्रे. यज्ञदत्तः चिन्तयति अहं भारं स्थापयामि इति. इयं चिन्ता एव यज्ञदत्ते विद्यमाना आधेयता इति उच्यते. यज्ञदत्तं विहाय अत्र कल्पयामः. आसने यज्ञदत्तः उपतिष्ठति. अयम् आसनं प्राणी इति, तर्हि आसनं कल्पयति यज्ञदत्तस्य भारम् अहं वहामि इति. इति चिन्ता अधिकरणता इति उच्यते. किमर्थं चेत् अधिकरणता आसनं वा आसनम् अधिकरणं वा आधारता इति उच्यते. आधारं वा अधिकरणं वा इति उच्यते. आसनम् आसनस्य तत् भावः अधिकरणता वा आधारता. हा बहु समीचीनम्. अत्र यज्ञदत्तः कः तर्हि? यज्ञदत्तः आधेयता. शृणोतु, यज्ञदत्तः आधेयः. यज्ञदत्ते किमस्ति? आधेयता अस्ति. हा बहु समीचीनम् इति मनसि भवेत्. यद् अधः अस्ति तद् अधिकरणं, तस्मिन् अधिकरणता. यत् उपरि अस्ति आधेयः, तस्मिन् आधेयता, तस्मिन् आधेयता. हा इति एतावत् अवगतं चेत् अग्रिमपुटं पश्यतु भगिनि. प्रकृतेपि इति अस्ति खलु चतुर्थपुटे, तत् पठतु. प्रकृतेपि द्रव्यम् अधः अस्ति, गुणस्य उपरि अस्ति इति उक्तौ. द्रव्ये अधिकरणता, गुणे च आधेयता अस्ति इति आयातम्. तद्वत् यज्ञदत्तः आसनं तद्वत् प्रकृतेपि द्रव्यमस्ति, गुणः अस्ति. द्रव्यम् अधः अस्ति, गुणः उपरि अस्ति चेत् द्रव्यम् अधिकरणं, गुणः आधेयः. द्रव्ये गुणः अस्ति चेत् द्रव्ये अधिकरणता अस्ति, गुणे आधेयता अस्ति. सम्यक् इति वयं पूर्वं दृष्टवन्तः, पुनरावर्तनमपि जातम्. अस्तु भगिनि, धन्यवादः. अग्रे पठामः, पठामि अन्य कोऽपि पठे. धन्यवादः, धन्यवादः. अग्रे तर्हि न्यायभाषायां, न्यायभाषाशैल्यां विशिष्टरीत्या उच्यते एतत् सर्वम्. अस्तु, निष्ठावर्ति इत्यादिकम् उपयुज्य तत् कथम् इति अग्रे पश्येम. सुमित्रा भगिनी अग्रिमपरिच्छेदं किञ्चित् पठतु कृपया. अस्तु भगिनि, तत्र निष्ठा कः वा? आसने अधिकरणता वर्तते. चतुर्थपुटे द्वितीयपरिच्छेदः, आसने अधिकरणता वर्तते. आसने अधिकरणता वर्तते इत्यमुं विषयं लघुना उपायेन कथं निरूपयामः? तत्र निष्ठा इति वर्ति इति पदद्वयम् उपकरोति, अतः आसननिष्ठा अधिकरणता, आसनवर्तिनी अधिकरणता इति वाक्यद्वयं जातं. तद्वद् एव यज्ञदत्तनिष्ठा आधेयता, यज्ञदत्तवर्ति आधेयता इति च वाक्यद्वयम्. इदानीं वयं दृष्टवन्तः अधिकरणता वर्तते इति. लघुना कथं निरूपयामः इति चेत् निष्ठा वर्ति इति द्वयम् उपयोगं कृत्य, द्वे पदस्य उपयोगेन आसननिष्ठा अधिकरणता अथवा आसनवर्ति अधिकरणता इति द्वयम् अपि वक्तुं शक्यते, द्वयम् अपि सञ्जातम्. तद्वद् एव यज्ञदत्तनिष्ठा इति अपि च यज्ञदत्तवर्ति इति वाक्यद्वयम्. हा बहु समीचीनं भगिनि. इति न्यायभाषायां न्यायस्य निरूपणं कर्तुं न्यायस्य कश्चन काचित् शैली अस्ति भाषायाः, खलु? प्रत्येकं शास्त्रस्य तथा अस्ति. न्यायशास्त्रे एवं वदामः, आसननिष्ठा अधिकरणता अथवा आसनवर्तिनी अधिकरणता. अधिकरणता स्त्रीलिङ्गे अस्ति, तदर्थं वर्तिनी इति वदामः. समस्तपदं जातं चेत् आसननिष्ठ अधिकरणता, आसनवर्ति अधिकरणता इति वदामः, अथवा यज्ञदत्तनिष्ठ आधेयता, यज्ञदत्तवर्ति अस्तु सम्यक् अस्तु इति निष्ठावर्तिप्रयोगस्य विषये. तदनन्तरम् अग्रिमभागः अस्ति ससम्बन्धिकपदार्थाः इति पश्यन्तु. तत्र कोष्टके दत्तमस्ति चित्रसङ्ख्या चतुर्थः चत्वारि इति. तत्र पश्यन्तु रामः इति पुत्रः अस्तु. रामे पुत्रत्वम् अस्ति, रामे पुत्रत्वम् अस्ति. पुत्रत्वम् इति वदामश्चेत् अस्तु तर्हि तत् पुत्रत्वं केन निरूपितम् इति जिज्ञासा भवति अथवा प्रश्नः आगच्छति. तर्हि रामस्य पिता कः इति वक्तव्यं भवति. तर्हि रामनिष्ठपुत्रत्वनिरूपिता पितानिष्ठ दशरथनिष्ठपितृत्वम् इति भवति खलु. अतः पुत्रत्वम् अपि च पितृत्वम् इत्यादयः ससम्बन्धिकपदार्थाः इति वदामः. एकं श्रुत्वा अपरस्य विषये यदा जिज्ञासा भवति तदा ससम्बन्धिकपदार्थाः अथवा साकाङ्क्षपदार्थाः इति वदामः. तद्वदेव आधेयता अधिकरणता इत्यादयः ससम्बन्धिकपदार्थाः. अद्य वयं दृष्टवन्तः प्रतियोगिता अनुयोगिता अपि तादृश ससम्बन्धिक उपदार्थौ अथवा साकाङ्क्ष उपदार्थौ. आदेयः इति वदामश्चेत् जिज्ञासा भवति अधिकरणं किम् इति. अस्तु तदर्थं किञ्चित् विशदरीत्या विश्लेषणं कर्तव्यं भवति. प्रतियोगिता इति वदामश्चेत् कं प्रति प्रतियोगिता, कीदृशाभावः, अनुयोगिता कीदृशी इति जिज्ञासा उदेति. तत्रापि ससम्बन्धिकत्वम् अस्ति. अस्तु एकः पदार्थः यद् अन्यं सर्वदा अपेक्षते तादृशमस्ति ससम्बन्धिकः पदार्थः इति वयं जानीमः. तर्हि अत्र किञ्चित् राधिका भगिनी वदति वा तत्र अग्रिमपुटं प्रति गच्छन्तु भगिनि. पृष्ठसङ्ख्या षष्टिः इति गच्छतु. अस्तु तत्र वयं पश्यामः यत् यत्र ससम्बन्धिकता अस्ति अथवा साकाङ्क्षापदार्थौ यत्र स्तः तत्र तत्र अवश्यं निरूपकनिरूप्यभावः वर्तते एव. एकः निरूपकः भवति, एक अपरः निरूप्यः भवति इति. निरूप्यनिरूपकभावविषये तत्र किं दत्तमस्ति इति पृष्ठसङ्ख्या षष्टि इति पश्यन्तु. तत्र प्रथमचित्रे भगिनि तत्र प्रथमतया वदतु साकाङ्क्षापदार्थौ अथवा ससम्बन्धिकौ पदार्थौ कौ इति. अस्तु इदानीं प्रथमचित्रे वयं दृष्टवन्तः अधिकरणता आधेयता. यदि अहम् अधिकरणता यदि पश्यामश्चेत् आधेयः कः इति प्रश्नः उदयति. तस्मात् कारणार्थम् अधिकरणता आधेयता निरूप्यनिरूपकभावः इति वदामः. अधिकरणता आधेयता अनयोः मध्ये निरूपकनिरूप्यभावः वर्तते एव. अस्तु अस्तु भगिनि, तर्हि अनयोः मध्ये यः निरूप्यनिरूपकभावः वर्तते तम् उपयुज्य यज्ञदत्तः इत्यस्य वर्णनं करोतु अधुना. अस्तु आसननिष्ठ अधिकरणता निरूपित आधेयतावान् यज्ञदत्तः इति वक्तुं शक्यते. हा सम्यक्. तर्हि आसनम् इत्यस्य निरूपणं कथं स्यात् तर्हि? आसनं यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणत्व अधिकरणत्ववत् आसनम् इति वक्तुं शक्यते. हा बहु समीचीनमस्ति भगिनि. एवमेव द्रव्यगुणयोः मध्ये अपि द्रव्यः द्रव्यम् इत्यस्मिन् अधिकरणता, गुणः इत्यस्मिन् आधेयता. तत्रापि किञ्चित् वदति वा अग्रिमचित्रम्? यदि गुणः कः इति प्रश्नम् उदयति चेत् द्रव्यनिष्ठ अधिकरणता निरूपित आधेयतावान् गुणः इति वक्तुं शक्यते. विपरीतरीत्या द्रव्यं किम् इति प्रश्नः उदयति चेत् गुणनिष्ठ आधेयत्वं निरूपित अधिकरणत्वं अधिकरणत्ववत् द्रव्यम् इति वक्तुं शक्यते. हा बहु समीचीनमस्ति. अस्तु तर्हि भगिनी अत्र अधिकरणत्वम् इति उक्तवती, न तु अधिकरणता. तर्हि तत्र समानार्थकशब्दौ एव, अधिकरणता अथवा अधिकरणत्वं समानार्थकशब्दौ इति मनसि भवेत्. अस्तु भगिनी एवं करोतु, अत्र आधेयता अपि च अधिकरणता अनयोः निरूपणं करोतु. अस्तु अधिकरणता का इति प्रश्नः अस्ति इदानीं. गुणनिष्ठ आधेयता निरूपित द्रव्यनिष्ठ अधिकरणता इति वक्तुं शक्यते. आधेयता का प्रश्न उत्तरमस्ति द्रव्यनिष्ठ अधिकरणता निरूपित गुणनिष्ठ आधेयता इति. हा, बहु सम्यक् अस्ति भगिनि. तर्हि सर्वेषां मनसि स्पष्टता अस्ति इति भाति अस्य विषये. अस्तु, अयं सिद्धान्तः बहु मुख्यः सिद्धान्तः. अग्रे गत्वा बहुवारं वयं निष्ठा वा नाश्रयः इत्यस्य प्रयोगं बहुवारं कुर्मः. तर्हि वारं वारम् अभ्यासं कुर्वन्तु कृपया. कोऽपि प्रश्नः वा एतावता? नास्ति. हा, समीचीनं. नास्ति जिज्ञासा एव भगिनि. किं भगिनि? साकाङ्क्षा इत्युक्ते जिज्ञासा. सत्यम्, आकाङ्क्षया सह साकाङ्क्षा. आकाङ्क्षा इत्युक्ते इतोपि ज्ञातुम् इच्छा, इच्छा इति चिन्तयतु. आकाङ्क्षा, काङ्क्षा इत्युक्ते ज्ञातुम् इच्छामि तथा. अस्तु अस्तु, यथा भगिनी अत्र उक्तवती गुणः द्रव्यम् इत्यस्य विषये, तद्वदेव द्रव्ये कर्म अस्ति. एवमेव वाक्यं रचयितुं शक्नुमः. द्रव्ये सामान्यम् अस्ति, द्रव्ये विशेषः, द्रव्ये समवायः, द्रव्ये अभावः. एतेषां सर्वेषां प्रसङ्गे अपि एवमेव वाक्यानि रचयितुं शक्नुमः. गृहपाठत्वेन पुनः तथा कुर्वन्तु, अभ्यासः भवति गृहे. अस्तु, इतः अग्रे गच्छेम. यथा मया उक्तम्, उद्देशविभागे केवलं नाम्ना निर्देशः क्रियते इति. तर्हि अग्रिमपुटे, सप्तमे पुटे, विजया भगिनी पठति वा द्रव्याणि, तत्र द्रव्याणि इति द्रव्याणां निर्देशः कथं क्रियते इति. विजया हेतिराजन् भगिनी अस्ति. आं भगिनि, अग्रे पठतु. एवं न, तत्र नवद्रव्याणि अग्रिमपुटे, तत्र नवद्रव्याणि इति, तानि नव, तानि नवद्रव्याणि सङ्ग्रहकारेण निर्दिष्टानि पृथिव्याधीनि तथा च सङ्ग्रहः तत्र द्रव्याणि पृथिवी अप् तेजस् वायु आकाशः काल दिक् आत्मा मनांसि इति नव एव. समीचीनं. ततः गुणान् विभज्यते. अस्तु, पठतु भगिनि तावदेव. नव, हा, नवद्रव्याणि कानि इति निर्दिष्टानि, अग्रे गुणाः के इति पठतु. गुणः चतुर्विंशतिः तत्र अस्ति. रूपः, रस, गन्ध, स्पर्श, सङ्ख्या, सङ्ख्या अपरि परिमाणं परिमाणम् अपृथक् भगिनि. तर्हि रूपरसगन्धस्पर्शसङ्ख्या परिमाण पृथक्त्व, तत्र समस्तपदमस्ति खलु. पृथक्त्व संयोग विभाग विभागः परत्व अपरत्व अपरत्व गुरुत्व द्रव्यत्व स्नेहः शब्दः बुद्धिः सुख दुःख इच्छा द्वेष प्रयत्न धर्म अधर्म संस्काराः इति चतुर्विंशतिः तत्र अस्ति. चतुर्विंशतिगुणाः इति. बहु समीचीनं भगिनि. चतुर्विंशतिगुणानां नाम्ना निर्देशः. अस्तु, पञ्चकर्माणि इति उच्चारयतु एकवारम् अग्रे. उत्क्षेपण उत्क्षेपण अपेक्ष अपक्षेपण अकुञ्चन प्रसारण गमनानि इति पञ्चकर्माणि तत्र सन्ति. हा, पञ्चकर्माणि इति उक्तं. यद्यपि पञ्चकर्माणि इति उक्तं तथापि अनन्तानि कर्माणि सन्ति. प्रत्येकं वस्तुनः एकमेकं कर्म, वस्तूनि अनन्तानि, तर्हि अनन्तानि कर्माणि सन्ति. किन्तु पञ्चकर्माणि इति गृहीतानि केवलं प्रतिनिधिरूपेण, सर्वेषां कर्मणां प्रतिनिधिरूपेण इमानि पञ्चकर्माणि स्वीकृतानि इति आगतम्. समीचीनं वा? अस्तु, समीचीनं. हा, इतः अग्रे सर्वे कृपया अष्टमपुट पश्यन्तु. तत्र अस्तु, अष्टमपुटे एकं कोष्टकमस्ति खलु, तत्र किं किं कुत्र अस्ति इति निर्दिष्टं. किं किं कुत्र अस्ति इत्युक्ते द्रव्ये सर्वे पदार्थाः सन्ति, सप्तपदार्थाः. गुणः इत्यस्मिन् केवलं सामान्यमस्ति, समवायः अस्ति, अभावः अस्ति. कर्म अपि तथा, सामान्यं, समवायः, अभावः. तर्हि सामान्यं कुत्र कुत्र वर्तते इति चेत्, सामान्यमिति पदार्थः द्रव्ये, गुणे, कर्मणि वर्तते. इमानि त्रीणि अधिकरणानि उक्त्वा सामान्यस्य विवरणं कुर्वन्ति. सामान्ये केवलं समवायः, अभावः. विशेषे अपि तथा, केवलं समवायः अपि च अभावः. समवाये अभावः इति वर्तते, अभावे तु अभावः भवितुम् अर्हति इति. तर्हि अग्रिमपदार्थः अस्ति सामान्यम् इति. तत्र नवमपुटे पश्यन्तु, नवमपुटे तत्र शिवराम महोदय वक्तुमिच्छति वा सामान्यस्य विषये किञ्चित्? भगिनि, एकः प्रश्नः पूर्वं वदतु महोदय. तत्र चतुर्विंशतिगुणाः सन्ति चेदपि वयं नव प्रायः नवगुणाः उपयुक्त्वा एव द्रव्यस्य श्रेणीकरणं कृतवन्तः इति चिन्तयामि खलु? न महोदय, यस्मिन् गुणः तद्द्रव्यम् इति श्रेणीकरणं जातं. परन्तु केचन विशिष्टगुणाः सन्ति, यथा पृथिव्यां केवलं गन्धः इति केवलं पृथिव्याम् अस्ति विशिष्टगुणः. लक्षणकथनावसरे नवविशिष्टगुणाः स्वीक्रियते. अस्तु, परन्तु द्रव्यम् इति वक्तुं केवलं नव इति न वक्तुं शक्नुमः, यतोहि पृथिव्याम् अवश्यं गन्धः अस्ति, किन्तु पृथिव्यां रूपम् अपि अस्ति खलु. तर्हि स्थूलरीत्या यस्मिन् गुणः तद्द्रव्यम् इति वदन्ति. परन्तु लक्षणकथनावसरे अग्रे गत्वा पश्येम, तत्र किञ्चित् भिन्नरीत्या गुणस्य प्रयोगः भवति. अस्तु, धन्यवादः. अस्तु, शिवराम महोदय, सामान्यम् इत्युक्ते किम् इति? सामान्यं द्विविधं वर्तते, परं तथा अपरम्. सामान्यं नाम अत्र उदाहरणम् एकं दत्तमस्ति. लघु बालः गौः पश्यति, तदनन्तरं तादृशगौः यदा अन्य स्थाने यदा सः बालः पश्यति चेत् गौ विषये तस्य ज्ञानं भवति. नाम प्राणिः भिन्ना अस्ति. प्रथमसमये यः प्राणी तत् बालेन दृष्टः तथा अन्यस्मिन् काले यः गौ तद् बालेन दृष्टः भिन्ना अस्ति. किन्तु तत्र किञ्चित् सामान्यं वर्तते. सामान्यं नाम समानता वर्तते तत्र द्वौ गौ मध्ये. यः समानता वर्तते तत् नाम सामान्यं. तत्र समानानां धर्म नाम सामान्यं. धर्मसामान्यं तत्र वर्तते. अस्तु, बहु समीचीनं महोदय. गोषु गौत्वम् इति गोषु गौत्वम् इति सामान्यं, तत् नाम सामान्यं वर्तते. तर्हि सामान्यं द्विविधम् इति उक्तं, परं परं तरं परं तथा अपरम् अपरम् अपरम्. यदि वयं पश्येम, घटः अस्ति तथा पृथ्वीत्वम् अपि अस्ति. पृथ्वीत्वम् अस्ति तथा द्रव्यत्वम् अपि अस्ति. तर्हि घटः घटे पृथ्वीत्वम् अस्ति तथा पृथ्वी मध्ये द्रव्यत्वम् अस्ति. समीचीनमस्ति न? पृथ्वीत्वं मध्ये द्रव्यत्वम् अस्ति. अस्तु, एकनिमिषं महोदय, यद् वदति तद् सर्वम् अस्ति द्वादशे पुटे, पेज् 12 इति पश्यन्तु. द्रव्यत्वादीनां परत्व साधनं, पेज् 12. तस्मिन् विषये महोदय वदन् अस्ति. अस्तु, समापयतु महोदय. तत्र पृथ्वीत्वं तथा द्रव्यत्वम् एतयोः मध्ये वयं तुलना कुर्मः चेत् द्रव्यत्वम् अधिकेषु वर्तते. द्रव्यत्वं तर्हि यत् अधिकं वर्तते तत् परं सामान्यम् अस्ति. यत् न्यूनेषु वर्तते तत् अपरं सामान्य तत् अपरं सामान्यम् अत्र घटत्वम् अपरं सामान्यम् अस्ति पृथ्वीत्वम् अपेक्षया यदि वयं पृथ्वीत्वं तथा द्रव्यत्वम् एतयोः मध्ये यदि वयं तुलना कुर्मः चेत् पृथ्वीत्वम् अपरम् अस्ति द्रव्यत्वं परं सामान्यम् अस्ति नाम द्रव्यत्वं पृथ्वी मध्ये अपि अस्ति अन्य द्रव्येषु अन्य पदार्थेषु अपि द्रव्यत्वं वर्तते तेन द्रव्यत्वस्य किञ्चित् विशालता भवति अनेकेषु पदार्थेषु द्रव्यत्वं भवितुम् अर्हति तेन कारणेन द्रव्यत्वम् अपरं सामान्यं भवति हा बहु सम्यक् द्रव्यत्वम् अपरम् इति वदामः अधिकेषु वर्तते पृथ्वीत्वस्य अपेक्षया क्षम्यतां द्रव्यत्वं परम् अधिकेषु वर्तते परं न्यूनेषु वर्तते इति अपरं सामान्यं यद् महोदयेन उक्तं तत् सर्वं दशमपुटे एकादशे पुटे अपि च द्वादशे पुटे अस्ति अस्तु सर्वे एकवारं पुनः पठन्तु सम्यक् इतः अग्रे किञ्चित् सरेम सङ्गीता भगिनी अग्रिमपदार्थः अस्ति पश्यति वा द्वादशे पुटे नित्यद्रव्यवृत्तयो विशेषाः अनन्ताः एव इति तर्हि तस्य विषये किञ्चित् वदति वा अस्तु नित्यद्रव्यवृत्तयोः विशेषाः तु अनन्ताः इति विशेषः निरूपितः गुणकर्मणोः निरूपणावसरे पूर्वापर्यविचारे कर्म केचन आचार्याः न अङ्गीकुर्वन्ति इत्युक्तं किम् अवगतं विशेषः कुत्र वर्तते किम् अवगतम् इति स्थूलरीत्या वदतु पर्याप्तं न जानामि भगिनि इदानीं न अस्तु द्वादशे पुटे त्रयोदशे पुटे सर्वमस्ति किञ्चित् पठतु अहं स्थूलरीत्या वदिष्यामि विशेषः इति कश्चन पदार्थः नित्यद्रव्ये वर्तते नित्यद्रव्यम् इत्युक्ते किम् आकाशादयः नित्यद्रव्याणि आकाशः कालः दिगात्मा इति मनः इति नित्यद्रव्याणि अपि च परमाणुः त्रयोदशपुटे पश्यतु परमाणुः इति प्रदर्शितमस्ति खलु एकं पाषाणखण्डं स्वीकृत्य अथवा शिलाखण्डं स्वीकृत्य खण्डनं कृत्वा कृत्वा कृत्वा अन्ततो गत्वा एकं स्तरं प्राप्नुमः यत्र पुनः विभजनम् अथवा खण्डनं न शक्यते एव यत्र विभजनं पुनः न शक्यते तादृशशकलम् अथवा भागः परमाणुः इति उच्यते अधुना यत्र यत्र विभागः अथवा अवयवाः शक्यः तत्र अवयवस्य आधारेण भेदज्ञापनं शक्यं खलु गपाषाणः इत्यस्य ग घ इति अवयवः गपाषाणः इत्यस्य च छ इति अवयवौ च पाषाणः इत्यस्य त थ इति अवयवौ तत्र शक्यं किन्तु परमाणुस्तरे पुनः खण्डनं न शक्यम् इति कृत्वा परमाणुनां भेद परमाणुनां मध्ये भेदस्थापनाय कश्चन पदार्थः आवश्यकः सः पदार्थः कः इति चेत् सः पदार्थः एव विशेषः इति उच्यते अवगतम् अस्तु भगिनि तर्हि विशेषः कुत्र वर्तते विशेषः परमाणुमध्ये वर्तते परमाणुः इति एकं नित्यद्रव्यं तस्मिन् वर्तते अनन्ताः परमाणवः सन्ति इति कृत्वा विशेषाः अपि अनन्ताः विशेषः अनन्ताः भवति अपि च नित्यद्रव्यवृत्तिः इति उक्तं नित्यद्रव्यं तु आकाशादिः अपि खलु आकाशः कालः इत्यादयः तत्रापि विशेषः इति पदार्थः वर्तते परस्परभेदज्ञापनाय इति बुद्धं वा अस्तु अस्तु भगिनि अस्तु विशेषः इति अग्रिमः पदार्थः ततः अग्रे गत्वा समवायः समवायस्तु एक एव इति उक्तम् तत्र समवायविषये कः वदति अजितमहोदय किञ्चित् वदति वा अस्तु भगिनि स्थूलरीत्या वदतु समवायः कुत्र कुत्र वर्तते समवायः वर्तते द्रव्ये वर्तते गुणे वर्तते कर्मणि वर्तते सामान्ये वर्तते विशेषे वर्तते एतत् पञ्च पञ्चपदार्थेषु समवायः वर्तते. हा, इति सत्यमेव, बहु समीचीनं. समवायः इति कश्चन सम्बन्धः, यत्र यत्र सम्बन्धिनोः मध्ये पृथक्करणम् अशक्यं. यथा घटः घटत्वं पृथक्करणं न शक्यं खलु, क्रिया क्रियावत् द्रव्यं पृथक्करणं न शक्यं. यत्र पृथक्करणं सम्बन्धिनोः मध्ये पृथक्करणं न शक्यं तत्र समवायः इति वर्तते इति जानीमः. अपि च समवायस्य अधिकरणानि पञ्च अधिकरणानि इति यद् भवता उक्तं तदपि समीचीनम्. अत्र मम प्रश्नः अस्ति, समवायसम्बन्धः कुत्र कुत्र कस्मिन् कस्मिन् प्रसङ्गे वर्तते इति. चित्रमस्ति, चित्रस्य अधोभागे यदस्ति तत् पठतु. महोदय पश्यति वा पेज् 15 इति? आमां, तत्र तत्र अधोभागे यत्किमस्ति तद् पठतु महोदय. सः सम्बन्धः एव समवायः. आमां, सः सम्बन्धः एव समवायः. अवयवावयवयोः गुणानुगुणयोः क्रियावतोः जातिव्यवस्थयोः विशेषान्वित्व जातिव्यवस्थयोः विशेषान्वित्व द्रव्ययोः च अयमेव समवायसम्बन्धः. तत्र आश्रयाणाम् आधेयानां च जानात्वेऽपि लाघवात् अयं समवाय एक एव इति स्वीक्रियते. इत्युक्ते उदाहरणं यथा पूर्वं वयं चर्चितवन्तः एवं, तत्र चित्रं पश्यति चेत् द्रव्ययोः मध्ये किं सम्बन्धः इति एकः प्रश्नः अस्ति चेत् तदा साधारणतया तत् संयोगसम्बन्धः भवितुमर्हति. परन्तु घटः कपाल इति स्वीकुर्वन्ति चेत् तत्र संयोगसम्बन्धः वर्तते इति प्रश्नः उदयति. यथा निरीक्षणं करोति चेत् तत्र संयोगसम्बन्धस्य संयोगसम्बन्धः नास्ति इति वक्तुं शक्यते. तस्मिन् कीदृशसम्बन्धः अस्ति इति प्रश्नः उदयति चेत् तदावश्यार्थमेव एकः नूतनसम्बन्धः वयं स्वीकुर्वन्तः, तदेव समवायः इति. तादृशं सम्बन्धः अस्ति अवयव अवयवयोः गुणागुणिनोः क्रियाक्रियावतोः जातिव्यक्तियोः विशेष नित्यद्रव्ययोः मध्ये वर्तते इति. तदेव चित्रे निरूपितम् अस्ति. सम्यक् महोदय, तदेव चित्रे अपि निरूपितं कुत्र कुत्र समवायसम्बन्धः पञ्चषु स्थलेषु भवति. समवायसम्बन्धः, समवायः इति अपि एकः पदार्थः, अपि च सः सम्बन्धः अस्ति, अपि च लाघवदृष्ट्या एकः एव समवायः सर्वत्र स्वीकृतः. भिन्नभिन्नसमवायः भिन्नभिन्नस्थलेषु इति न, एकः एव समवायः पर्याप्तं सम्बन्धस्य विवरणार्थम् इति कृत्वा समवायः एकः एव इति स्वीकृतः. इति षड् भावपदार्थाः सञ्जाताः. अद्य यद्वयं पठितवन्तः सः अभावः इति सप्तमपदार्थः, तत्तु मनसि भवेत्, अद्यैव पठितवन्तः खलु. अभावः नास्ति इति वदनस्य स्थले अभावः इति वदन्ति नैयायिकाः, नास्ति इति कथनम् अभावपदार्थेन कुर्वन्ति इति. अपि च एकमेव अहं वदामि, अहं चिन्तयामि यदा वयं यदा परस्परमध्ये यदा एकपदार्थम् अन्यपदार्थ विहाय तत्र न भविष्यति, तस्मिन् समये वयं समवायः इति वक्तुं शक्नुमः इति अहं चिन्तयामि. सत्यं महोदय, सम्यगेव. द्रव्यमपि च गुणः, द्रव्यमस्ति चेदेव गुणः खलु, नो चेत् न. अपि च द्रव्यं यत्र अस्ति गुणः तत्र भवत्येव, पृथक्करणम् अशक्यं, तत्र समवायः इति सम्यक् एव. अस्तु, समीचीनं. तर्हि अभावः इति अन्तिमः पदार्थः अभावस्थले सर्वदा द्वौ विरोधिनौ भवतः. अभावे विरोधस्य नाम अनुयोगिता, अपि च कस्य अभावः अस्ति तस्मिन् वस्तुनि प्रतियोगिता इति विरोधः भवति अभावं प्रति इति वयम् अद्य दृष्टवन्तः. अस्तु, कोऽपि प्रश्नः वा एतावता? अस्तु तर्हि एतावत्पर्यन्तं कृपया पुनः पठन्तु गृहपाठरूपेण गृहे, तेन सर्वं मनसि स्थास्यति, अग्रे गच्छेम इतः अग्रिमसप्ताहे. धन्यवादः.